ओके, प्रार्थना करोतु। आदौ पठनं करोमि वा? इदमस्ति, साक्षात् पठनं कर्तुं शक्नोति। अस्तु, आदौ गणपतिवन्दनाय प्रारम्भं करोमि। गणानान्त्वा गणपतिगुं हवामहे, अभिङ्कवीणामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्वद आनश्रृण्वन्मूतिभिः श्रीदसादनम्। ॐ श्रीगणेशाय नमः, सरस्वत्यै नमः, वाग्देव्यै नमः, श्रीगुरुभ्यो नमः, हरिः ओम्। इदानीं सहना भवतु। ओम् डैरेक्ट् वदतु, चलति, सहना भवतु, सहनौ भुनस्तु, सह वीर्यङ्करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। येनाक्षरसमाम्नायमधिगम्य महेश्वरा, सूक्ष्मं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम्, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः, हरिः ओम्। धन्यवादः महोदय। धन्यवादः, बहु सम्यक् उक्तम्। ओके, प्रश्नाः सन्ति न? ओके, ओके, वयम् अग्रे गच्छामः अस्माकं करपत्रस्य पठने। वि आर् इन् करपत्रम् अत्र पश्यामः चेत् 2A यदस्ति तत्र द्वितीयभागः, उपदायाम् अपि गुणः सूत्रसहिता दृष्टिः, तत्र वयं किं पूर्णसूत्रार्थः आरब्धम् अस्ति। कः का पठति? तस्य नाम अल्फाबेटिकल् आर्डर्। विजया अस्ति वा? आं महोदय, नमस्कारः। नमस्कारः, भवती करति कुतः पर्यन्तं वि हाव् पठनम् अभवत्? कुत्र आरम्भं कर्तव्यम् अद्य स्मरति? पुहुन्तलघुपदस्य च अभवत्, सार्वधातुक अर्धधातुकयोः एतदपि अभवत्। अतः तृतीय पेराग्राफ् अत्र अलोन्त्यात् पूर्व पूर्वम् उपद अल् अन्त्यात् पूर्वम् उपद अत्र गुणः भवति उपगतलघुपदस्य च इत्यनेन वा? न, अत्र करपत्रं पठनीयं न प्रथमम्। अतः पुगन्तस्य इति अस्ति खलु महोदय अत्र? अतः आरम्भं करोतु, पुगन्तस्य आम् महोदय। अत्र नूतनतया अर्ति ह्री ब्लि एतदपि अस्ति अत्र एव आरम्भं कुर्मः। प्रथमं पठतु, तदनन्तरं स्पष्टीकरणं करोतु। अस्तु महोदय, पुगन्तस्य इत्यस्य सूत्रसहितं रूपं। पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रद्वयम् अस्ति अत्र। अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपदायां यः इक् वर्णः सः लघु नास्ति, लघु नास्ति चेदपि गुण आदेशः भवति। अर्ति ह्रि व्ली ह्री नु ईक्ष्माया थां पुग्नौ पुग्नौ इति सूत्रेण ह्रस्वरिकारः एव अत्र ऋ ह्रि व्लिं रि नूयि ष्मायि इत्येषां धातूनाम् आकारान्तधातूनां च पुक् आगमः भवति निच् प्रत्यये परे यथा दा धातुः अस्ति चेत् अत्र लटिरूपं ददाति इति अस्ति निचि दापयति इति भवति दा योगः निच् अनुबन्धलोपः अनन्तरं दा योगः ई इदानीं पुक् आगमः भवति अनुबन्धलोपानन्तरं पकारः एव तिष्ठति अत्र दा योगः पा योगः ई इदानीं नूतनधातुः अत्र निष्पन्नं दापि इति निजन्तधातुः निष्पन्नम् अत्र दापि योगः शप् अस्ति अत्र दापि योगः शप् योगः ति दापयति इति भवति अत्र शप् इत्यनेन सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भूत्वा दापे इति भवति अनन्तरं येचो यवा यावः इत्यनेन अयादेशः भूत्वा दापयति इति अन्तिमरूपं निष्पन्नम् अत्र एतादृशीषु स्थितिषु धातु निच् प्रत्ययः मध्ये पुक् आगमः भवति पुकागमः इति पुगागमः इति भवति यथा दापि इति धातौ दाप् इति धातुः पुगन्तम् अङ्गम् इति उच्यते पुक् अन्ते यस्य तत् पुगन्तम् इति अत्र अस्तम् अस्ति महोदय ओके पुगन्तम् एतस्य स्पष्टीकरणं कर्तुं शक्नोति इदानीम् आम् अहमेव वा पुक् यो पुक् अत्रैव उत्तरमस्ति पुक् यत् पुक् यत्र अन्ते अस्ति एतदेव पुगन्तम् इति तत्र दत्तं पुक् अन्ते यस्य तत् पुगन्तम् इति नपुंसकलिङ्गपदम् अत्र कस्मिन् अवसरे पुगन्तं वयं द्रष्टुं शक्नुमः अत्र यत्र निच् अग्रे भवति तत्र आकारान्तधातूनाम् एव अत्र निमित्तमस्ति आकारान्तधातूनां च पुक् आगमः भवति अत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र दा इति धातुः अस्ति अत्र ददाति इति लट्रूपं भवति परन्तु निच् योजनेन अत्र अन्तिमरूपं दापयति भवति परन्तु पूर्वम् अत्र दा योगः निच् अत्र निच् इति स्थाने अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति दा योगः ई अस्ति इदानीं पुक् आगमः भवति किं सूत्रेण चेत् अत्र अस्ति ह्री व्ली री नु ईक्ष्माया तां पुग्नौ इत्यनेन अत्र पुक् आगमः भवति अतः तत्र पुक् इति ककारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति पु अत्र उकारः उच्चारणार्थम् एव अस्ति पकारः अस्ति इदानीं दा योगः पा योगः ई इदानीं वर्णमेलनेन दापि इति नूतन अत्र धातु नूतनधातु अत्र भवति एतत्तु निजन्तधातुः निजन्त एतत् तावत् पर्यन्तं पर्याप्तं वा महोदय तावत् पर्यन्तं सम्यक् केवलं एकमेव प्रश्नं किञ्चित् अवशिष्टमस्ति केवलम् आकारान्तधातूनां कृते पुक् आगमः अस्ति वा अन्य एतत् अत्र इति सूत्रेण अत्र ह्रि ह्रि व्ली रि नूयि क्ष्मायि इत्येषां धातूनाम् अनन्तरम् अत्र अकारान्तधातूनाम् अपि च पुक् आगमः एतत् किम् अस्ति परिगणितसूत्राणि परिगणितधातवः अत्र अस्ति अत्र अकारान्तधातूनामपि एतत् पुक् आगमः भवति इति तत्र दत्तं निच् प्रत्यये एतदपि अत्र निमित्तमस्ति इत्युक्ते केचन धातवः दत्तं दत्तमस्ति सूत्रे एव धातवः ओके आं महोदय महोदय अत्र सूत्रे आ नास्ति खलु पर् मायि अस्ति आ कुत्र अस्ति अतिर्श्री इति लिखितम् अस्ति न आदिमवर्ण तु आ एव अस्ति परन्तु खलु एतत् सन्धिकृतम् अस्ति अत्र कुत्र कुत्र अस्ति अतिर् ह्री व्ली रि क्नु क्नुयि क्ष्मा अत्र अस्ति अत्र अस्ति महोदय अस्ति खलु भगिनि अत्र श्मायि यत् अस्ति तत् ईकारान्त अस्ति तदनन्तरम् ईकारात् आकारः आगच्छति अत्र सन्धिकार्यम् अस्ति अत्र एकनिमिषं महोदय श्मायि तदनन्तरम् आकारः आगच्छति श्मायी योजनम् आकारः अत्र श्मायायाताम् इति भवति महोदय अत्र इदानीम् अनुसूया महोदय एकनिमिषं तिष्ठतु अहं लेखनं करिष्यामि तदा स्पष्टं भविष्यति हा श्मायी श्मायी योग आ तत्र किम् आगच्छति हा यङ् सन्धि भविष्यति न तत्र ओके ई स्थाने किम् आगच्छति श्मा यी न तत्र यकारः एकमस्ति तदनन्तरम् ईकारः अस्ति अवगतम् अनन्तरम् आ ई योग आ किं भविष्यति ईकारस्य स्थाने किम् आगच्छति अनुसूया भगिनि ओके ई स्थाने वयं किं स्थापयामः केवलं यकारः अवगतम् इदानीं यकार आकारयोः या इति वर्णमेलनं भवति पूर्वम् एकं यकारं तु तत्र स्थितम् अस्ति अवगतम् इदानीं श्मायी न अहं शुद्धं लिखामि वा किञ्चित् अस्तुतं लिखामि श्मायी श्मायी एव साक्षात् श्मायी न भवति किमर्थम् अत्र औपदेशिकधातु अस्ति श्मायी ईकारः अनुनासिक ईकारः तस्य लोपः भवति एव अत्र उच्चारणार्थमेव भगवान् पाणिनि प्रयुक्तवान् उच्चारणतः सूक्ष्मायि एव उपयोगीरूपमस्ति अत्र श्मायी ईकारः अनुनासिकीकारः अस्ति तत्तु वयम् अनन्तरं पश्यामः श्मायी विषये तु अत्र यद् दत्तमस्ति तस्य आधारेण एतदेव वयम् अवगन्तुं शक्नुमः हा अनुसूया श्मायोगकारयोग यी या भवति भगिनि स्मा यया क्षम्यतां यी भवति न या भवति क्षम्यतां मम दोषः यकार आकारयोः या एव भवति. अस्तु ओके, इदानीम् अहं किं करोमि, वर्णमेलनं करोमि चडाङ्ग् अनन्तरं या ओके एवं रूपम् आगतम्. अत्र पश्यतु श्माया इति अस्ति, श्मायाताम् ओके अग्रे पश्यामः. अग्रे गच्छामः इदानीं भगिनी एकवारं can we split that sutram I can't even read that properly arti so I see that ru, how did that rukara came okay atra kit in sahayam api avashyakam mama krite ha vayam kim kurmaha धातवः यत् अत्र स्प्लिट् रूपे सन्ति तद् वयं पश्यामः. दीर्घं वा रस्यं दीर्घं दीर्घं सर्वे दीर्घाः एव. प्लि अर्ति ह्रि ह्लि रि ह्रि यायाथां नास्मि अत्र रि रु ह्रस्वः एव न दीर्घः, ऋकारः न ह्रस्वः एव. एतत् रश्वं वा दीर्घं यत् आगतं दीर्घमेव दीर्घं कथम् आगच्छति एवम् आगच्छति दीर्घं दृष्टं न रश्वदीर्घस्य भिन्नता फाण्ट् मध्ये फाण्ट् अनुसृत्य आगच्छति तत् ह्रस्वदी ऋकार एव लिखितम् अत्र ह्रस्वीकार एकनिमिषं पश्यामः भगिनि क्णूयि ककार नकारानन्तरं दीर्घ दीर्घयि तदनन्तरं मायि तदनन्तरम् अपरम् एतस्य अनन्तरम् इदानीं कर्तव्यं ओके अत्र आर् अत्र तु समाधानं प्राप्तं ओके अत्र समाधानं प्राप्तम् ओके इदानीम् अहं किं करिष्यामि एतत्तु केवलं सन्धिविषयम् अस्ति ओके इदानीम् एकस्य भागस्य समाधानं तु अभवत् ओके अतः अत्र अहं किं स्थापयामि अस्माकं यद् रिसल्ट् अस्ति तदेव स्थापयामि. एकं तु समाधानम्, एकस्य समाधानम्. इदानीं स्नूयि अधिकं श्माय्या. अत्रापि ईकारः अस्ति, तस्य यकारः भविष्यति. तदा किं भविष्यति? द्रष्टुं शक्नोति सर्वे? शक्नुवन्ति? आं भगिनि, आं भगिनि. इदानीं क्लू अधिकं अधिकम् इ, अधिकं किम् अस्ति? ककारः. ओ, अधिकं ककारः. ओके, सत्यम्? ईकारककारयोः तत्र तु सन्धि कार्यमेव नास्ति न? स्वराक्षरं स्वरः तदनन्तरं व्यञ्जनं भवति चेत् सन्धि न भवति खलु? सन्धि कृते अवकाशः एव नास्ति. अतः वयं किं कुर्मः, यदस्ति तत्र स्वाय्या योजनं कुर्मः. किं भविष्यति? देर् इस् नो सन्धि, सन्धि एव नास्ति. इवन् बिफोर् आल् द वे टिल् ह्री नो सन्धि. तदनन्तरं रि अधिकं ककार, ईकार ककार, तत्र अपि सन्धिकार्यार्थं किमपि अवकाशः नास्ति, साक्षात् मेलनं कुर्मः. अत्र अपि किम् अस्ति, वि अन्तिम अक्षरं इ, तदनन्तरं व्यञ्जनमस्ति, पुनः तदेव. ओ, तदेव मेलनं कुर्मः. अत्र स्त्री यदस्ति तत्रापि तदेव अस्ति. इदानीम् आगच्छति. ओ, सुब्रह्मण्यं महोदय, किञ्चित् किम् अत्र ऋकारः यदस्ति, अत्र ऋकारस्य स्थाने आद्गुणः, अत्र अकारः ऋकारस्य स्थाने आगच्छति, अर् इति आगच्छति. अनन्तरः अत्र ऋकारः अस्ति, अत्र ऋकारस्य स्थाने एकनिमिषं वदतु महोदय, अहं तूष्णीं भवामि. न, भवान् एव वदतु, समीचीनतया अस्ति एव, भवान् एव वदतु. सुब्रह्मण्यं महोदय, कण्टिन्यू. कुत्र अस्ति महोदय, गतवान् वा? अरे, सुब्रह्मण्यं महोदय अस्ति वा न? अत्र अन्य कोऽपि वदति वा? न न न न, सा न वदति. चिन्ता मास्तु महोदय, चिन्ता मास्तु, सा एव वदति. न न न, भवान् वदतु, सा तु तूष्णीं. अकारः यत् अस्ति अत्र आद्गुणः अदेङ्गुणः इति अस्ति खलु, अत्र अकारः ऋकारस्य स्थाने आदेशः भवति, अतः तदनन्तरम् उरन्रपरः इति सूत्रेण अर् भवति, अकारात् रेपः अपि आगच्छति, तत्कारणात् अर् इति. अतः तदनन्तरं तकारस्य उच्चारणस्थाने अत्ति इति भवति. एकनिमिषं, अत्र मम अपि सन्देहः अस्ति. अर्ति अत्र त्रिपर्यन्तं वयं दृष्टवन्तः, ईपर्यन्तं दृष्टवन्तः, तत्र तकारः कुत्र आगतम्? अर् तु ओके फैन्, अवगतं तकार कुतः आगतम् अतः अतः अर् यत् अस्ति ऋतः इति भवति महोदय ऋत् तपरः अतः केवलं ह्रस्वऋकारः इति स्वीकरणीयम् ओके अपर तत् तत्काले इति अतः केवलं ऋकारः स्वीकृत्य अतः ऋत् इति भवति अतः अर् इति स्वीकृत्य अर्त् अर्ति इति उच्चारणार्थं स्वीकरणीयम् ओके केन कारणेन आगमः आगच्छति अत्र किम् आगमः महोदय भवान् उक्तवान् आद्गुणः सूत्रस्य आधारेण ऋकारस्य अर् अर् भूत्वा अर्ति इति वयं प्राप्नुवन्तः परन्तु अस्मिन् सन्दर्भे ऋकारः कुतः आगतः आद्गुणः सूत्रस्य अवकाशः कुतः आगतः अत्र सूत्रस्य निर्माणं कथम् अभवत् इति न जानामि अतः किमर्थम् अर् इति आगच्छति किमर्थं तपरः इति वक्तुं शक्नोमि एतत् सार्वधातुकमस्ति महोदय अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन एतत् किञ्चित् सार्वधातुकम् अत्र गुणः भवति एव अर् इति भवति यत्र यत्र रेपः अस्ति तत्र सर्वदा उरन्रपरः कार्यं करोति अतः अर् भवति अनन्तरं ति योजनेन तिप् इति प्रथम प्रत्ययं योजनेन अर्ति इति भवति एतत् सार्वधातुकम् एतत् सार्वधातुकं प्रत्ययम् अस्ति अर्ति इति अत्र अवकाशः अपि नास्ति खलु किमर्थं तिगन्तम् आगच्छति तत्र न अत्र ऋविषये एव वयं स्वीकुर्मः चेत् अत्र रेपः अस्ति रेपस्य स्थाने अत्र शप् विधानम् अस्ति अत्र सार्वधातुकम् अस्ति अतः गुणः भवति गुणः किं भवति चेत् अत्र सार्वधातुकयो सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र ऋकारस्य स्थाने अर् भवति यत्र यत्र रेपः अस्ति तत्र सर्वदा उरन्रपरः कार्यं करोति एव अर् इति भवति अर् योजन अर् योगः ति इत्युक्ते अत्र अर्ति इति अन्तिमरूपं निष्पन्नम् एतदेव मया अवगतम् परन्तु तत्र शप् तिगन्त तस्य अवकाशः अस्ति वा एतत् पूर्वम् अभवत् अनन्तरमेव पुगन्तलघुपदस्य च कार्यं करोति सूत्रे अवकाशः अस्ति वा एकनिमिषं न अहं चिन्तयामि वयं तत् तस्मिन् विषये किमपि न पठितवन्तः अतः पार्श्वे स्थापयामः अग्रिम अवसरार्थम् अस्मिन् समये वयं पठिष्यामः तस्मिन् समये तस्य अवगमनं किञ्चित् पतितं भविष्यति परन्तु अत्र अहं So because of the use of another sutra for arti in either the place of rukara rasva rukara it had formed the word arti is that correct or because of arti we got rukara कथम् आगच्छति सुब्रह्मण्यं महोदय किम् उक्तवान् महोदय अपि उक्तवती ऋ यदस्ति तत्र गुणकार्यं भविष्यति अतः अस्ति आगतं तस्मिन् विषये मम अवगमनं सम्यक् नास्ति अहम् इदानीमेव साक्षात् वदामि कारणम् एतस्य विषयस्य अवगमनार्थं पूर्वं वयं किमपि न पठितवन्तः इदानीं मम हस्ते एकः अन्यकरपत्रम् अस्ति, एतत् पठित्वा किञ्चित् अवगमनं भवति वा न पश्यामः. ओके, कारणं सुब्रह्मण्यं महोदय एतस्य नाम अपि सुब्रह्मण्यम् अस्ति, अहं तु करपत्रनिर्माणं कृतवान् अस्ति, अत्र पश्यन्तु अधः सुब्रह्मण्यम् इति नाम दत्तम् अस्ति. एतस्य आधारेण वयं किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. उगन्तम् इति किम्? अन्ते यस्य उगन्तम् अग्रे सः प्रतिष्ठति दत्तं प्रतिष्ठति. सुब्रह्मण्यं महोदय, भवतः पर्यायः अस्ति, पठति वा? पठवान् वा सुब्रह्मण्यम्? सर्वमङ्गल नमस्ते. ओके, सर्वमङ्गल. अहम् अन्यकरपत्रम् उद्घाटितवती, तत्र किम् अधिकं स्पष्टीकरणं दत्तमस्ति कुगन्तविषये. ओके, अर्चिपर तत् सर्वं तु पश्यामः कथं लिखितम् अस्ति. न श्रूयते महोदय. सर्वमङ्गल. आम् आम्. पुगन्तम् इति किम्? पुक् अन्ते यस्य तत् पुगन्तम्. पुक् इति किम्? कश्चन आगमः. अस्मिन् ककार इत्सन्नकः अलन्त्यम् इत्यनेन. उकारः अपि इत्सन्नकः उपदेशे अच् अनुनासिक इत्यनेन. तस्य लोपः इत्यनेन द्वयोः लोपः केवलं पकारः अवशिष्यते. बहु सरलम् अस्ति, कथं पकारः आगतं तत्तु बहु सरलम् अस्ति. आगमः इत्युक्ते किम्? वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः मित्रवत्. पुगागमः, पुक् आगमः. कीदृशः आगमः? पुक् चित् अस्ति, यतः तस्मिन् ककार इत्सन्नकः. यः आगमः चित् सः स्थानिनः अन्ते परः आयास्याति. एतत् अवगतम्? कथं वयं पकारस्य स्थापनं कुत्र कर्तव्यम् एतस्य ज्ञानं कथं वयं प्राप्नुमः? पुक् इति अस्ति, सर्वमङ्गल. आम्. किं कृतवती? ककारस्य हलन्त्यम् इति अनेन ककारस्य एतस्य अन्यनाम किम् आगच्छति? पुगन्तं. पुगन्तं न न न इदानीं दर्शयामि. वयं पूर्वमेव पठितवन्तः शप् विषये. एकनिमिषं, एकनिमिषं, कथं नामकरणं भवति? शप् विषये वयं किं पठितवन्तः? वदतु सर्वमङ्गल. शप् पकारः इत्सङ्गा भूत्वा एकनिमिषं, मम दोषः अस्ति. शकारः, अकारः, पकारः. ओके, अत्र किं किम् अपगच्छति इत्सङ्गा भूत्वा गच्छति न? हल्वर्णः अन्ते अस्ति हलन्त्यम् इति सूत्रेण पकारः भवति. अनन्तरं वदतु. शकारः केन सूत्रं गच्छति? लशक्वतद्दिते लशक्वत् आदौ आदौ लकारः शकारः कवर्गीयः लशक्वतद्दिते लशक्वतद्दिते अतः अवशिष्टरूपम् अस्ति अस्माकं हस्ते अकारः परन्तु शकारः गतम् अतः तस्य शप् प्रत्ययस्य अन्यनाम किम् षित् षित् एतत् वयं दृष्टवन्तः हा ओके अकारः गतम् अतः अन्य इतोपि अन्यनाम किम् पित् पित् ओके तत्र पुक् विषये हा पुक् यदस्ति हा तत्र ककारः गतम् ओके अतः तस्य नाम किम् पुगन्ध केवलं ककारस्य आधारेण चित् ओके ओके कित् इति नामकरणम् आगच्छति ओके यावत्पर्यन्तं सर्वे अवगतवन्तः प्रश्नाः सन्ति अग्रे गच्छामि ओके अतः नामकरणं कथम् आगच्छति एतस्य अवगमनं प्राप्तं हा शक् विषये तु वयं ज्ञातवन्तः शकारः गच्छति हा लशक्व तद्धिते इति सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपकार्यमपि वयं कुर्मः अतः तस्य अन्यनाम भवति षित् पकारस्यापि तदेव स्थितिः किमर्थं हलन्त्यम् इत्यनेन इत्संज्ञा भवति तदनन्तरं तस्य लोपः इत्यनेन लोपकार्यं कृतवन्तः परन्तु तस्य इफेक्ट् यत् तिष्ठति तत् कृते नामकरणम् अस्ति पित् अपि ओके पित् अस्ति एतस्य कारणेन अन्यकार्याणि भविष्यति षित् अस्ति एतस्य कारणेन कार्याणि भविष्यति तत्तु वयं दृष्टवन्तः ओके पित् विषये इदानीं पर्यन्तं न दृष्टवन्तः परन्तु आगच्छति इदानीम् आगतं पुक् इति नूतनप्रत्ययः तत्र ककारस्य इत्संज्ञा हलन्त्यम् इत्यनेन तस्य लोपः इत्यनेन लोपकार्यं पुक् यत् अस्ति तस्य अन्यनाम कित् इति भवति ओके तावत्पर्यन्तम् अवगतम् अवगतम् ओके अतः एतद् वाक्यं पुनः पठतु सर्वमङ्गला आम् आम् पुक् चित् अस्ति यतः तस्मिन् ककारः इत्संज्ञकः यत्किमपि वर्णः इत्संज्ञकः भवति तस्य आधारेण तकारस्य योजनेन नामकरणमपि आगच्छति ओके अग्रिमवाक्यं किम् यः आगमः कित् सः स्थानिनः अन्ते परः आयास्यति आयास्यति ओके इदानीम् आगमः अत्र पुक् पुक् आगमः इत्युक्ते पकारस्य आगमः भवति पुगागमः इति वयं वदामः चेत् पकारस्य आगमः पकारस्य आगमः अस्ति चेत् कुत्र स्थापयामः प्रश्नः उदेति न ओके इदानीं यस्य आगमः कित् अस्ति तत् अस्ति स्थानि ओके अतः दा इति धा अग्रे पठतु दा धातुः आकारान्तधातुः तस्य पुक् आगमः भवति निच् प्रत्यये परे पुक् चित् इत्यतः दा धातोः परः भवति यदा दा धातुः दाप् भवति तदा सः पुगन्तः भवति यावत्पर्यन्तम् अवगतम् ओके प्रश्नः अस्ति सरस्वती अनुसूया आं महोदये परन्तु दा धातुः आदिदेशिकः अस्ति वा न न न धातु नातिभिष्टधातु धा औपदेशिकधातु औपदेशिकधातु दुबै एव अपि अस्ति. धन्यवादः. तदनन्तरं तस्य प्रोसेसिङ्ग् वयं कुर्मः न. एकनिमिषं अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यामः. पुनः धातुविषये अहम् उद्घाटयामि. समाधानं प्राप्तव्यम् ओके. अन्यथा डौट् मनसि तिष्ठति चेत् अवगमनं कठिनं भविष्यति. धातुपाठः तत्र पश्यामः. क्षम्यतां, मम ध्वनिः इदानीं श्रूयते वा? हा, इदानीं श्रूयते. पूर्वं न श्रुतं. हा, भवतः नाम अहं बहुवारम् आगतवती. हा, अहम् उक्तवान् किन्तु ध्वनिः न श्रुतं. अत्र न आगतं. सम्यक् श्रूयते महोदय. धन्यवादः. धन्यवादः. धातु जुहूत्यादिगणे अस्ति वा? अस्माकं तु पठने अत्र पश्यतु हा अनुसूया. हा, सा औपदेशिकस्थितिः दुदाय इति अस्ति. तदनन्तरं भवती एव वदतु दा कथं प्राप्तं. हा, अनुसूया, कमान् कमान्. ृदन्ते उपसर्गार्थाः उपसर्गार्थचन्द्रिका परन्तु निजन्त निजन्तरूप सर्वे अपि औपदाशिकधातुः अस्ति खलु. निजन्त सनन्त अनुसूया तिष्ठतु. इदानीम् अहं दर्शयामि सा धातोः उपदेश अवस्था. कथम् उपदेशावस्था यदहं मार्क् कृतवती अत्र दुदाय दुदाय इति भवति. दुदाय इति यदस्ति एतदस्ति उपदेश अवस्था. इति सूत्रेण डुकारस्य प्रोसेसिङ्ग् कृत्वा दा इति वयं प्राप्नुमः. ओके, दा कथम् आगतं वदतु. आदिम् इति दव इति सूत्रेण आदि विद्यमानाडुकारस्य एका तित्संज्ञा भवति. हलन्त्यम् इति सूत्रेण अन्ते विद्यमानः ञकारस्य तित्संज्ञा भवति. तस्य लोपः इति सूत्रेण डुकारनकारयोः लोपः भवति. अतः सा एव अवशिष्टरूपम् उपयोगी रूपम् यद् अस्ति अस्माकं हस्ते तत् उपदेशावस्था धातु अस्ति. उपदेशावस्थामेव अस्ति. अवगतम्. तदनन्तरं तदनन्तरं मिच् प्रत्ययः यदा वयं योजयामः तस्मिन् समये किं कर्तव्यं यदा दा धातोः परतः अथवा अनन्तरं धातु अनन्तरं धातोः परं सुगन्तः आगच्छति. अपि मध्ये स्थापनीयम्. ओके, अवगतम्? आमां महोदय. ओके, सर्वेषां कृते एतत् स्पष्टम् इदानीं भगिनी एकवारं पुगागमः एकवारं पुनः वदतु. पुगागमः. ओके, अत्र अहं दर्शितवती न यदस्ति उक् यदस्ति कदा आगच्छति? वयं पठितवन्तः न इदानीमेव. कदा आगच्छति? आगमः इत्युक्ते एकनिमिषं वर्णस्य उदयः. एकनिमिषम्. एतस्य प्रोसेसिङ्ग् एव वयं दृष्टवन्तः. बुक् यदस्ति एतस्य प्रोसेसिङ्ग् वयं दृष्टवन्तः. किमस्ति बुक्? यदा आगमः भवति तदा केवलं पकारः तिष्ठति. ओके, इदानीं दा यदस्ति धातुः उपदेशावस्था धातुः अस्ति आकारान्तधातुः अस्ति तत्र रूल् अस्ति तस्य पुत् आगमः भवति कदा निच्पद्ये परे अस्ति चेत् पुक् तत्र आगमः रूपेण आगच्छति तिष्ठति पुक् आगच्छति चेत् पकार इति पुक् कित् अस्ति पुक् कित् अस्ति कथं कित् अस्ति अहं स्पष्टीकरणं कृतवती अत्र पकारः इत्संज्ञा भूत्वा लोपकार्यं कृत्वा गच्छति अतः पुक् यदस्ति तस्य कित् इति अन्यनाम यदा शक् विषये वयं नामद्वयं प्राप्तवन्तः शित् अपि पित् अपि तदेव प्रोसेसिङ्ग् कृत्वा अतः पुक् यदस्ति तस्य कित् इति नामकरणमपि भवति यावत्पर्यन्तम् अवगतम् इदानीं पुक् कित् इत्यतः दा धातोः परः भवति ओके एतस्य विषये अनन्तरं वयं पश्यामः आगच्छति यदा दा धातु दा भवति तदा सः पुगन्त भवति एतत् अवगतम् भगिनी दा अनन्तरं हा भगिनी श्रूयते वा नमस्ते भगिनि श्रूयते वा आं भगिनि श्रूयते भगिनि आं भगिनि प्रश्नमासीत् भगिनि अत्र दा इत्यत्र आर्तिर् ह्री व्ली इति सूत्रेण पुगागमः भवति खलु एतत् निच्पति एव भवति वा न न न निच्प्रत्ययः वयं योजयामः आकारान्तधातुविषये तदा मध्ये पुक् आगमः भवति निच्परि एव इति अस्तु अस्तु भगिनि योजनीयं चेत् एव चेदेव भवति खलु निच् यदा योजनीयं तदा धातोः परे पुक् योजनीयं तदा एव निच् कृते पर्मिशन् भवति ओके अहमपि आगच्छामि ओके अस्तु भगिनि अस्तु धन्यवादः अवगतं भगिनि धन्यवादः ओके समानं किम् अस्ति वयं किं दृष्टवन्तः वा न मम स्मरणे नास्ति हा वयं भूधातु स्वीकृत्य हा तदनन्तरं टिप् योजयामः किमर्थं लट् लकारस्य रूपं प्राप्तुम् इच्छामः चेत् भू अनन्तरं तिप् योजयामः एकवारं तिप् आगच्छति चेत् किं भवति भू अनन्तरं हा विकरणप्रत्ययस्य आगमः वत् भवति तदा एव शप् आगच्छति हा मध्ये आगच्छति न शप् आं भगिनि हा कुत्र दृष्टवन्तः अष्टाध्याय्यां पुनः अहम् अत्र धातु एव अस्ति न भूधातु अरे एतदपि अस्ति न नो एतत् जुतु जुहोत्यादि अस्ति अतः किञ्चित् क्लेशः भविष्यति भू भूसत्तायाम् अत्र वयं प्रक्रिया दृष्टवन्तः न एकवारम् अत्र भूसत्तायां भू लट् वर्तमाने लट् तत्कारणेन हा लट् स्थाने टिप् आगच्छति पुनः सूत्रमस्ति तदनन्तरं कर्तरि शप् इति सूत्रस्य आधारेण टिप् यदा वयं योजामः मध्ये विकरणप्रत्ययस्य आगमः भवति अवगतम् आं भगिनि अवगतम् प्रश्नः अस्ति वा अन्येषां कृते ओके अग्रे गच्छामि ओके, यावत्पर्यन्तं पुक् विषये किमपि समस्या नास्ति इति अहं चिन्तयामि. इदानीं सरस्वती अग्रे पठतु. एकनिमिषम् अग्रिम. गुणः सूत्रसहिता दृष्टिः. दान् दान् बादिः दाने. प्रेरणार्थं निच् प्रत्ययः निजन्तं. तान् निच् दान् निच् दा योग इकारः दा दाकारः बिकास् देन् पकारः. एकनिमिषम् दा कथम् आगतम् ई कथम् आगतम् दत्तमस्ति न सारी सारी दा प्लस् इ हलन्त्यं देन् चुटुः चुटु देन् तस्य लोपः बिकास् आफ् दट् तस्य कारणेन इति धातु अस्ति या दान् नकार हलन्त्यम् इति हलन्त्यम् इति सूत्रेण इत्संख्या भवति तस्य लोपः लोपः भवति. बिकास् वेन् वि आड् इट् अलन्त्यं चुटुः तस्य लोपः दा धातोः एकनिमिषम् कथम् अवशिष्टं भवति नकारगतं चकारगतं चकार इस् हलन्त्यं सो दट् इस् गान् देन् निच् देन् इट् विल् बिकम् नकार देन् इकार नकार इस् टावर्गीय व्यञ्जनं टवर्गीयवर्णः तस्य इत्संख्या भवति तस्य लोपः भवति चुटुः चुटु चुटु चुटु चुटु महोदय एकः प्रश्नः अस्ति अत्र धातु दा अस्ति वा दान् अस्ति. ओके अत्र मम दोषः अभवत् इति अहं चिन्तयामि कारणं पूर्वस्मिन् कृते अहं चिन्तितवती अस्माकं धातु दा किम् अस्ति निजन्तरूपं दा अहं जुहोत्यादि गणस्य दा धातु स्वीकृतवती. ओके परन्तु मम दोषः अस्ति इति अहं चिन्तयामि. ओके अत्र दा दाण् अपि अस्ति. ओके प्रथमगणस्य द्वादिगणस्य तत् स्वीकृतमस्ति एषः महोदयः. ओके अवगतम् पश्यतु अत्र दा दाण् दाने द्वादिगणस्य दा दा लवणे अदादिगणस्य अनन्तरं दा दुदाय् दाने जुहोत्यादिगणस्य अहं तु जुहोत्यादिगणस्य आधारेण अहं स्पष्टीकरणं कृतवती परन्तु अत्र महोदयः दा दाणे दाण् इति यद् धातुः अस्ति उपदेशावस्थायां पश्यतु अत्र दाण् इति धातुः अस्ति तत्र केवलं नकारस्य इच्छन्या भवति. ओके आम् आम् अवगतम् अवगतम् महोदय अत्र किमपि गण मध्ये भवेत् आकारान्तधातुः निजन्तपरे तत् कार्यं भवति एव बिकास् फैनल् रूप इस् दा ओन्लि इट् डजन् मेटर् आन् गण अट् आल् निर्मितं न तत्र किं ददाति यत् वयं जानीमः धातु तत् रूपं वयं जानीमः ददाति इति विभोत्यादिगण आदिगणस्य तत्रापि दापि एव भवति, मुजन्तरूपं तु दापि एव भवति. किमर्थं साधारणं वीक्षकेन आगच्छति चेत् तत् सुभागमः भवति महोदय. परन्तु यदा वादिगणे अस्ति तदा पुगन्तः न भवति खलु, केवलं णिच् प्रत्यये परे एव भवति खलु. णिच् प्रत्ययः परे अस्ति चेत् भवति इति अत्र अवगमनं भवति. कस्य अवगमनं भवति? कश्चन आगमः. किमर्थम् इदानीं पुगन्तस्य अङ्गस्य चिन्तनम् ओके. अत्र तु अन्ते यस्य तत् पुगन्तः तत् सर्वं तु वयं ज्ञातवन्तः. इदानीं पश्यामः, अग्रे पश्यामः दा दाण् इति यद् अस्ति धातु तस्य प्रोसेसिङ्ग् पश्यामः. अत्र स्पष्टीकरणं वयं प्राप्स्यामः ओके. सरस्वती भवती पठति आसीत् तत्र प्रोसेसिङ्ग् अवगतं. दाण् ततः केवलं दा अवशिष्यते, निच् ततः केवलम् इ अवशिष्यते. तावत्पर्यन्तं सर्वे अवगतवन्तः. तत्र दा योगपकार योग इकारः दा धातोः पुगागमः दाप् पुगन्तम् Puka, puka becomes, because of that, because of that, pakara is avashishyate, so pakara we just add. Kevalam pakara is avashishyate, tattva vayam purvam drushtavantava. Tadanantaram, tadanantaram kim? Then, dapi. Varna melanam, na? Atra, sakshat varna melanam eva. अतः कथं वयम् एतत् आतिदेशिकधातु प्राप्तवन्तः एतस्य प्रोसेसिङ्ग् आधारेण अवगतं यावत्पर्यन्तम्? इदानीम् अग्रे पठतु. दापि दापि आदि आतिदेशिकधातु आतिदेशिकधातु औपदेशिकधातु आतिदेशिकधातु इत्युक्ते किम्? औपदेशिकधातु उपदेश अवस्थायां यद्धातु वयं प्राप्तवन्तः तदस्ति. इदानीं वयं प्रोसेसिङ्ग् कृत्वा वयं नूतनधातोः निर्माणं कृतवन्तः तदस्ति आतिदेशिकधातु. अवगतम्? टेक्निकल् टर्म् आतिदेशिकधातु निर्माणं कृतधातु, औपदेशिकधातु ओरिजिनल् धातु ओके. डिरैव्ड् दिस् इस् डिरैव्ड् ओके. अग्रे ओके. लट् लट् लकार प्रथमपुरुषस्य एकवचनस्य विवक्षायां दापी योग शप् योग तिप्. इदानीम् अस्माकम् अस्ति दापि इति धातु अस्ति, नूतनधातु गतं, नूतनधातु निर्माणम् अभवत्, नूतनधातोः निर्माणम् अभवत्. तदनन्तरम् अस्ति अस्ति दापि इति धातु ओके. तत्र वयं विकरणप्रत्ययः सामान्यविकरणप्रत्ययः दप् अस्ति. अनन्तरं एतस्य प्रोशसे अग्रे पठतु. दापि शप् प्रत्ययस्य अकार अवशिष्यते. तिप् इत्युक्ते तिकार ति अवशिष्यते दापि योग आ अकार प्लस् ति लशक्वत् तद्दिति प्रथमं सूत्रं उक्त्वा कथम् अवशिष्टरूपं प्राप्नुमः तस्य निर्णयं कर्तव्यं Yeah, because of that, Lashakva Tadite, because of the Shakara Ichankya Bhavati, then Chilopaha Bhavati, so then Pakara Alantyam Ityukti, Tachilopaha Bhavati, so Akara Avashishyate. Akara Avashishyate, Tipvishye? Tipvishye, Halantyam. सूत्रेण इत्संख्या भवति तस्य लोपः सूत्रेण लोपः भवति सो ति अवशिष्य इदानीं दापि यदस्ति तस्य अन्तिमवर्णं किम् इकार इकार इदानीम् अग्रे पठतु दाप् अधिकम् इकार अधिकम् अकार अधिकं ति इकार अकार योगनेन ए भवति न अग्रे पठतु ओके दाप् प्लस् ए प्लस् अधिकं दाप् अधिकम् एकार अधिकम् अकार अधिकं ति तिङ् षित् सर्वधातुकं सार्वधातुक अर्धधातुकयोः इकार एकार भवति ओके किम् अवगतवती अत्र इकारस्य स्थाने एकारः अस्ति किमर्थं तिङ्क्षित् बिकास् तिकार ति ति tingshit right that because akara is a tingshit sarvadhatukam kimartham akara akara is shit pratyaya akara shit asti akara gatam na tatra lashaka padite kirena tuma akara cha anya nama shit asti atana tena karanena tingshit sarvadhatukam iti सूत्रम् आगत्य अकारस्य नामकरणं करोति सार्वधातुकम् इति तस्य आधारेण किम् आगच्छति सार्वधातुक अर्धधातुकयोः इति सूत्रम् आगत्य किं करोति अन्तिम वर्णस्य गुणकार्यं करोति अन्तिमवर्णस्य इदानीम् अवगतं कथम् एकारः आगतम् इकार अकारयोः न अत्र तु इकार अकारयोः तु समस्या एव नास्ति सारि गुणकार्यं भवति गुणकार्यं भवति किमर्थं कारणम् इक् वर्णः धातोः अन्तिमवर्णः अस्ति अग्रे पठतु दाप् अधिकम् ऐ अधिकम् अकार अधिकं टि ओके कथम् ऐ आगतम् एचो यावायावः एकार योग अकारः ऐ दिस् इस् सन्धिनाम किम् यान्तवान्तदेशसन्धि यान्तवान्तदेशसन्धेः किम् अवकाशः अत्र वयं प्राप्नुमः एकार अनन्तरम् अचुवर्णः अस्ति तत्र यचुयवायावः एतस्य सूत्रस्य अवकाशः वयं प्राप्नुमः अत्र एकारस्य स्थाने ऐ इति आगच्छति अग्रे वर्णमेलनमेव दापयति दापयति इति रूपं सिद्धम् ओके प्रश्नाः सन्ति ओके ब्यूटिफुल् ओके अग्रे गच्छामः इदानीम् इदानीम् अस्माकं समाधानम् इतोपि न प्राप्तं हा अहं मम स्मरणे अस्ति अत्र अग्रे कथं वयं निर्णयं कृतवन्तः हुक् यत् वयम् आगमरूपेण स्थापितवन्तः तस्य स्थापनं केन आधारेण कुत्र स्थापनम् अभवत् तस्मिन् विषये अग्रे पठामः कस्याः पर्याय रूपल् कमान् भवती पठतु इदानीं नमो नमः भगिनि नमो नमः पुगागमः स्थानिनः अन्ते इत्युक्ते परः आयास्ति आयास्यति इति केन सूत्रेण जानीमः सूत्रं प्रश्नः न कोऽपि न पृष्टवन्तः कथं तत्र कुत्र स्थापनीयम् एतस्य विषयस्य अवगमनम् इदानीम् एतत् कुत्र गतम् हा ओके क्षम्यतां न कुत्र आद्यन्तौ तकितौ एक एक 46 पदविच्छेदः आदि अन्तौ तकितौ तित् आगमः स्थानिनः आदौ आगच्छति कित् आगमः स्थानिनः अन्ते आगच्छति तित् इत्युक्ते टकारः इत् यस्य सः कित् इत्युक्ते ककारः इत् यस्य सः इदं परिभाषासूत्रम् परिभाषासूत्रं किं कार्यं करोति स्मरणे अस्ति परिभाषासूत्रविषये अनियमे नियमकारिणी परिभाषा सत्यं अन्यपरिभाषासूत्रं रूपं स्मरणे अस्ति अन्यपरिभाषासूत्रं यत् वयं दृष्टवन्तः गुणकार्यविषये न विभक्तौ तु स्मः न विभक्तौ तु स्मः परिभाषासूत्रं नास्ति गुणकार्यविषये कथं वयं जानीमः गुणं वा वृद्धिः कर्तव्यं स्थानान्तरं वदतु अनुसूया स्थाने अन्तरतमः अहं न स्मरामि परन्तु ओके कोऽपि स्मरति वा ओके क्लू ददामि हा गुण वा वृद्धि इको गुणवृद्धिः अस्ति खलु इको गुणवृद्धि परिभाषासूत्रमस्ति पूर्वमेव उक्तम् इक्वर्णः यत्र आगच्छति तत्र य गुणकार्यम् अथवा वृद्धिकार्यं भविष्यति ओके अदेङ्गुणः विधिसूत्रं वा भगिनि अदेङ्गुणः तु विधिसूत्रमस्ति परन्तु वयं कथं निर्णयं कृतवन्तः एकनिमिषं अदेङ्गुणः विधिसूत्रं न संज्ञासूत्रमस्ति अदेङ्गुणः संज्ञासूत्रं संज्ञा अस्ति गुणः इत्युक्ते आ ए ओ सूचयति केवलं अत्र पश्यन्तु सार्वधातुक अर्धधातुकयोः सूत्रं यदस्ति एतस्य सम्पूर्णरूपं किम् अस्ति अनुवृत्तिसहितरूपम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः एतत्तु वयं पूर्वमेव पठितवन्तः सार्वधातुकार्धधातुकयोः यदा वयं सूत्रम् उपयोगं कुर्मः तत्र गुणकार्यं भविष्यति कुत्र भविष्यति इक्वर्णस्य स्थाने ओके परन्तु इक् यत् आगतं ओके इक् अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. ओके, एतत् वयं कथं ज्ञातवन्तः? हा, इकः अन् ओके कुत्र अस्ति इको गुणवृद्धिः? अस्तु, कुत्रापि तु वयं दृष्टवन्तः न? तत्र दिस् वन् अण्डर् गुण उपरि अस्ति इको गुणवृद्धि उपरि अस्ति. परिभाषासूत्राणि देट् देर् इस् प्रथमभागे अस्ति इन् 02A1 देर् सार्वधातुक अर्धधातुकयोः सूत्र below that it is given iko guna vriddhi itena paribhasha sutrena ik sthani bhavati yatra sthani noktam no pashyatu ha sarvadhatuka ardhadhatuka yoho ha tra sutram vayam katram sampurnam krutavantah iter gunah ityatah gunah iti svikrutavantah अङ्गस्य इत्यनेन सम्पूर्ण अङ्गस्य स्वीकृतवन्तः. तदनन्तरम् इको गुणवृद्धिः इति सूत्रेण वयम् इक् स्वीकृतवन्तः. ओके, एवं वयं सम्पूर्णं कृतवन्तः सार्वधातुक अर्धधातुकयोः. किमर्थम् अत्र गुणः इति आगतं न, अतः गुणः आगतम् अथवा वृद्धिः आगतं तदा केवलम् इक्वर्णस्य गुणकार्यं वा वृद्धिकार्यं भवति. तत्र वयं जानीमः 1 1 3 सूत्रे इत्यस्य आधारेण अवगतम्. अग्रे गच्छामः. आद्यन्तौ टकितौ एवमेव इको गुणवृद्धिः तादृशम् अन्य एकं सूत्रमस्ति, तदस्ति आद्यन्तौ टकितौ, तदपि परिभाषासूत्रमस्ति. किमर्थं परिभाषा इति वदामः? कारणं नियमः दर्शयति न, यत्र नियमः नास्ति तत्र नियमकार्यार्थं साहाय्यं करोति. रूपल् किम् अवगतवती? यत् भवती पठितवती तस्य आधारेण किम् अवगतवती? तस्य आदौ वा अन्ते यत् टिक् आगमः आगच्छति तत्र नामकरणः भवति. अत्र आद्यन्तौ टकितौ नामकरणविषये न वदति. ओके, सिक् विषये टकारस्य इत् संज्ञा भवति, तस्य नामकरण टित् भवति. टित् किं भवति? यथा वयं दृष्टं कित् इत्युक्ते ककारः यत्र इत्संज्ञकः भवति तस्य नामकरणम् इत् भवति, तथैव टकारः यत्र इत्संज्ञकः भवति तत्र नामकरणम् इत् भवति. तत्र सम्यक्. इदानीं पश्यामः कित् अस्ति या कित् अस्ति. आदि अन्तौ टकितौ. ओके, एतस्य अर्थं कथम् आगच्छति? वाक्यं पठतु. कित् आगमः कित् आगमः स्थानिनः आदौ आगच्छति. कित् आगमः स्थानिनः अन्ते आगच्छति. एतस्य अर्थं किम्? कित् आगमः आदौ आगच्छति, पूर्वम् आगच्छति, अनन्तरं यत्र कित् आगमः अन्ते आगच्छति. ओके, दा धातु यदा वयं यत् वयं पठितवन्तः इदानीमेव तस्य आधारेण कित् विषये वदतु ओके पूर्वस्य ओके यद् अत्र वयं अहं किं करोमि हा दा धातुविषये रूपल् ओ ओ ओके अत्र मिच् इति प्रत्ययः अस्ति पश्यति हा मिच् प्रत्ययः अस्ति एतस्य कारणेन वयं किं स्थापयामः आम् अस्ति वा स्थापयामः तत्र स्थापयामः मिच् अस्ति मिच् यदस्ति तस्य इ एव अवशिष्यते तर्हि स्थापयामः कथं वदति इतोपि मिच् यदस्ति तस्य अवशिष्टभागः एव अस्ति न मिच् कारणेन वयं कस्य आगमः कुर्मः तत्र पुगागमः भवति पुगागमः भवति ओके अवगतं यावत्पर्यन्तं मिच् योजितवन्तः धातु अस्ति तदनन्तरं वयं मिच् योजितवन्तः तदर्थं कस्य आगमः अभवत् पकारस्य पकारस्य पुगागमः तदनन्तरं पकारः एव अवशिष्यते ओके अत्र पश्यतु पुगागमः कीदृशः आगमः एतस्य विषये एव वयं चर्चा कुर्मः इदानीम् ओके ओके इदानीं पुक् यदस्ति कीदृशः प्रत्ययः अस्ति प्रत्ययः एकनिमिषं पुगन्त तु नाम अस्ति पुक् प्रत्ययस्य अन्य नाम किम् इत् इत् प्रत्ययः अस्ति इत् प्रत्ययः कित् इति तस्य नामकरणम् ओके इदानीम् आद्यन्तौ टकितौ सूत्रं किं वदति अद्यन्तौ टकितौ सूत्रं वदति किं वदति कित् अस्ति चेत् कुत्र आदि भवति कित् भवति चेत् अन्ते भवति अन्ते भवति कित् भवति चेत् ककार कित् संज्ञा कित् अतः परिभाषासूत्रम् आद्यन्तौ टकितौ इत्युक्ते आदि अन्तौ त कितौ ककारः अस्ति चेत् आदिस्थाने ककारः अस्ति चेत् अन्तिमस्थाने इदानीं पूर्वस्मिन् वयं पश्यामः अत्र अत्र पुक् आगमः अस्ति उपल् आम् अवगमनं भवति वा न भवति तु एकं मौनं तिष्ठति न अवगमनं अवगमनं न भवति हा अन्य कोऽपि आगच्छति वा प्रतिभा नमस्ते भगिनि, वदतु भगिनि। हा भवती वदतु इदानीं। हा रूपल् तु मौनं तिष्ठति, किमर्थम् अहं न जानामि, न अवगच्छति चेत् वक्तव्यं, हा अन्यथा पठनं न भविष्यति। न इति उक्तवती सा। हा ओके, दा इति उक्तवती, इ इति उक्तवती, तावत्पर्यन्तं सर्वे अवगतवन्तः इति अहं चिन्तयामि, परन्तु चेत् इकारः एव तिष्ठति तत्र, अतः ईकारः एव दा अधिक इ। णिच् कारणेन किम् आगच्छति? अपुगागमः भवति भगिनि, अपुगागमः भवति। इदानीं पुक् यदस्ति, हा तस्य अन्यनाम किम्? कित्, कित् भवति, अतः आद्यन्तौ टकितौ इति सूत्रेण कित् भवति चेत् आदि, आदिः आदेः सकारः चि प, प आगच्छति किं टकितौ। हा एतस्य अर्थं किं भवति? धन्यवादः महोदय। आदि अन्तौ चेत् आदि आदि आदेः भवति, टित् अस्ति चेत् अन्ते भवति इति। न न न उल्टा। ओ ओ त प्रथममागतं, हा अतः आदिवर्णः आदिमस्थाने यदा टित् अस्ति आदिमस्थाने स्थापयामः, यदा कित् अस्ति अन्तिमस्थाने अथवा परे स्थापयामः। ओके अवगतं तावत्पर्यन्तम्? आं भगिनि, धन्यवादः। अतः वयं पुक् यत् वयम् आगमकार्यं तत्र वयं कुर्मः, कुत्र स्थापयामः? हा निच् परे आदिमस्थाने वा अन्तिमस्थाने? हा धातोः धातोः अन्तिम अन्तिम धातु अपरे भगिनि, धातोः परे वयं स्थापयामः। ओके यदा टित् अस्ति तदा पूर्वं वयं स्थापयामः। ओके अवगतम्? आम् आं भगिनि। हा इदानीं धातोः परे वयं स्थापयामः केन सूत्रेण? आद्यन्तौ तत्कितौ इति। यावत्पर्यन्तम् अवगतम्? आं भगिनि। ओके भगिनि पूर्वमेव कित् विषये उदाहरणं न प्राप्तं, कित् विषये वयम् इदानीं पश्यामः, कित् विषये अनन्तरम् आगच्छति। ओके आदन्तौ टकितौ इति सूत्रेण टित् अस्ति चेत् प्रथम एव उगन्तः आगच्छति खलु, आदिस्थाने आगच्छति, आदि एव आगच्छति अनन्तरम् आगच्छति, दा अनन्तरम् एव पुगन्तः आगच्छति खलु, दा धातु अस्ति न, मिच् प्रत्ययः अस्ति, मिच् प्रत्ययस्य कारणेन पुक् आगच्छति। ओके परन्तु पुक् यत् अस्ति आगमरूपेण यद् आगच्छति तस्य स्थानं किं भविष्यति? आद्यन्तौ अकितौ, एतत् अस्माकं कृते मार्गदर्शनं ददाति। हा पुक् अस्ति अतः धातोः परे तस्य स्थापनं भविष्यति, यदा अन्यत्र टिच् आगच्छति तत्र पूर्वस्य स्थाने स्थापनीयम्। ओके इदानीं कित् विषये एव वयं पश्यामः, टित् विषये अनन्तरम् आगच्छति, तस्मिन् समये किञ्चित् अधिकम् अवगमनं भविष्यति। ओके हा इदानीं केन भवति एतस्य अवगमनम् अग्रिम अवसरे वयं पश्यामः, हा कारणम् अत्र अस्माकं किञ्चित् अधिकं स्पष्टीकरणं मिलति. हा ओके, पश्यतु यद्वयं दृष्टवन्तः तदेव अत्र लिखितम् अस्ति. ओके, यावत्पर्यन्तं यद् वयं पठितवन्तः तत्र प्रश्नाः सन्ति. आं महोदय. वदतु, आर्ती स्थाने रीकार कथम् अभवत्? तस्मिन् विषये वयं न चर्चां कृतवन्तः. हा, आर्ती तत्र एव समस्या अस्ति. भवान् जानाति चेत् वदतु. न जानाति, मम जानामि. न जानामि. न जानामि महोदय. यदा कोहोस्ट् करोति कर्तुं शक्यते. मम अवगमनं यथा अस्ति, रेडि मटीरियल् अस्ति वा अत्र? मम अवगमनम् अस्ति, तत् दर्शयामि किमर्थम् अस्ति इति. एकनिमिषम्, अहं कोहोस्ट् करिष्यामि. न समस्या कुत्र अस्ति, कोहोस्ट् बहु सरलमस्ति. ओके, हा कृतम्. धन्यवादः. आगतं वा? आगतम् आगतम्. इदानीं शेर् करणीयं, शेर् करोमि. एकनिमिषम्, अहं शेर् कृते शेर्तः बहिः गच्छामि, अन्यथा भवतः काचित् न आगच्छति. टाप् स्क्रीन् शेरिङ्ग् इदानीं भवान् आरम्भं करोतु. इदानीं मम पठनं दृश्यते वा? न. हा, इदानीं दृश्यते महोदय. दृश्यते, दृश्यते. अत्र सूत्रं यत् अस्ति तत् अर्थे हे व्ले रेक्ष्ण्यो ये क्ष्मायातां पुग्नौ इति छन्दः अस्ति अत्र. अतः सूत्र अर्थः किमस्ति इति चेत् ऋत ह्री व्लि रेक्ष्ण्यु ये क्ष्मायी आकारान्तदातव्या निच् प्रत्ययपरे पुकागमः इति अस्ति. अतः किमर्थं ऋतः इति स्वीकृतम् इत्युक्ते अग्रे दर्शयामि. अर्ति अर् अतः अत्र सर्वत्र औपदेशिकधातुः अस्ति सर्वत्र, किन्तु अत्र उपयोगिरूपमेव स्वीकृतमस्ति. ऋछञ् इति अस्ति, ऋछञ् इति अस्ति, ब्लि औपदेशिकरूपम् उपयोगिरूपं समानं, रीङ् ्यूयीङ् क्ष्मायि. अत्र कुत्रापि औपदेशिकरूपं न स्वीकृतं. तस्य उपयोगिरूपम् इत्संज्ञाप्रकरण अनन्तरं भवति ऋ ह्रि व्लि रि क्यू एव भवति, क्यूयी न भवति. अत्र सूत्रस्य मध्ये क्यूयी अस्ति, क्ष्मायी अस्ति, क्यूय क्षाम्य क्ष्माय एव भवति अत्र. दिस् इस् द उपयोगिरूपं दट् इस् एक्चुलि मेन्शन्ड् इन् द सूत्र. किन्तु अत्र ऋतः किमर्थम् आगच्छति इत्युक्ते सवर्णग्रहणम्. इफ् यु से ऋ एव, अत्र ऋ मध्ये ये वर्णाः सन्ति ऋ ऋ ह्रस्वदीर्घप्लुतः सर्व ऋकारः आगच्छन्ति, तत्कारणात् ऋतः एव. किमर्थम् इत्युक्ते अत्र धातुः ऋ दीर्घऋकारः अपि अस्ति, तत् अन्यधातुः अस्ति. सो अत्र बिकास् ऋकार इस् अ स्वर and because it is also a dhatu, ata taparaha avashyakam asti, tat suchayati r yad dhatu asti tatreva, because r dirgha rkara dhatu it asti, atra pugagama na bhavati. So there is a two dhatus, r ati riya r asti, r dirgha rkara api asti, tat karanat eva taparaha avashyakam sarataha. So for r adenguna itanena ar, atra tadanantaram ar अर्ति अर्त् एव भवति खलु. ऋकारस्य गुणादेशः अकारः उरण्परः इत्यनेन अर् भवति, अर्त् एव भवति. किन्तु सर् हियर् इट् इस् ह्री व्लि रि आर् आल् ईकारान्त. फार् मेण्टेनिङ्ग् द छन्दस् अण्ड् द उच्चारणं न्यूयी इति स्वीकृतं, न्यूय इति न, क्ष्माय् इति न, क्ष्मायि. सो दट् इस् वै हि एड्स् अनदर् टि इकार आल्सो देर् to maintain the entire sandas arti hri vli ri knyu yekshmai, because knyu is only the upayogi rupam, kshmai eva upayogi rupam asti. So that is the breakdown of the अर्ति ह्रि ह्लि रि क्ष्मायि. Okay, so if you say, if you don't have the taparaha, the rkaraha will mean even the dirgha rkaraha. The dirgha rkaraha is a different dhatu. Atah, you need a taparaha. Then the rkara sthane akaraha, atrapi mamavagavanam kim itikte, atra chandas, maintain chandas and प्रोनौन्सियेशन् उच्चारणार्थे अर् इति गुणादेशं स्वीकृत्य अर्थ इत्युक्ते केवलं ऋकारः इत्युक्ते दीर्घ ऋकारः एकम् आर्त सत्यं तपरः देन् अकारः गुणः देन् उरन्दपरः अर् अर्ति तिक्ति इकारः सर्वत्र इकारः उच्चारणार्थे स्वीकृतमस्ति बिकास् क्न्यूयि उपयोगीरूपं क्यूय एव किमर्थम् इत्युक्ते क्यूयि श्मायि मध्ये अन्तिमवर्णः अनुनासिक इकारः अस्ति इत्संज्ञा प्राप्य क्यूय श्माय् एव भवति. सो इफ् यु गो बै दट् श्मायि यु विल् नाट् फैण्ड् अ धातु इन् धातुपद श्माय् श्मायि वित् औपदेशिकधातु विल् बि श्मायि वित् अनुस्वार अनुनासिक श्माय् इस् द उपयोगिरूपं क्यू इस् द उपयोगिरूपम्. ओके, इदानीं प्रश्नः उदेति, भवान् कुत्र एतत् ज्ञानं प्राप्तवान्? कुतः एतत् ज्ञानं प्राप्तवान्? मननं कृत्वा एव. कथम्? ऐ एम् ट्रैङ्ग् टु गेट् इन् टु पाणिनि भगवान् हेड्. कारणं न्यूयि श्मायि एतस्य मै मैण्ड् इस् नाट् अक्सेप्टिङ्ग् इट् यु नो. सः द्वितीयः पाणिनिः अस्ति. श्मायि औपदेशिकरूपं मे श्मायि अनुनासिक सः किन्तु यु टेक् द श्मायि श्मायि वदतु महोदय. अनुनासिकवर्णः अस्ति अतः तस्य इत्संज्ञा भूत्वा गच्छति न श्माय् एव भवति. श्माय् एव भवति अतः पुनः ईकारस्य स्थापनं पाणिनिमहोदय कृतवान् किमर्थं प्रश्नः उदेति. ओके, तदेव मया उक्तम् अत्र किमर्थम् इत्युक्ते अत्र अत्र ह्री व्ली री सर्वत्र किं सूचयति ये सर्वे पुकागमात् दीर्घ इकारः भवति दीर्घ इकारस्य उपधास्थाने सामान्यतया गुणकार्यं न भवति किन्तु अपवादः अस्ति इति ह्री व्ली री अस्ति. So, Kyuya Kshmaye is when you take the Kshnu and Kshmaye and when you take it to Nijanta, when you add the Nich Pratyaya, Yakara Lopaha Bhavati. So, it will only be Kshnu, it will not be Kshnuyi. Kshnu eva bhavati, Kshma eva bhavati. The Kshma will become Akaranta Dhatuhu. Yeah, okay. And when you add, Atra Kshnu, Atra Eka Dosha Asti, Shammetam. एकः दोषः अस्ति अतः अत्र ह्रस्व उकारः न क्नू इति भवति दीर्घ उकारः दीर्घ उकारः. सो नौ विन् विन् ऐ टेक् क्नू इन् द वित् इन् द वित् प्रेरणार्थे डिश् क्नू इफ् ऐ टेक् इन् निजन्त वाट् विल् हेपन् इस् क्नूप् इति भवति अकारस्य आगमने. क्नूप् अत्र दीर्घ उकारः अस्ति कारणात् अत्र सामान्यतः गुणकार्यं न भवति किन्तु कुहन्तलघुपदस्य इति कारणेन गुणः भवति. अत्र ह्री व्ली रि दे आर् आल् अबौट् सो इफ् ऐ जस्ट् यूस्ड् क्नू इट् विल् नाट् गिव् मी दि आन्सर् सो दट्स् वै क्नूयि इति स्वीकृतं. क्ष्मा इस् आकारान्तधातुः. सो दीस् आर् देर् इस् वन् इस् ऋतः is basically taparaha to tell you only hraswarkaraha because there is a dirgharkaraha dhatu api asti tadanantaram arti then tadanantaram everywhere then everywhere what is done is the arti is taken because of the shloka chandas that is there and the ikara he has added for the artha and as well as qi kshmai. Oh, kshmai okay. And qi is not the upayogi roopa kshmai qi eva bhavati. तकार अपि महोदय स्थापितवान् न पाणिनि महोदय अतः तकारः स्वीकरणीयं किमर्थम् अतः तकारः नो उच्यते चेत् तपरः न भवति ऋकार विनिसे ऋकार बिकास् इट् इस् अ स्वर स्वराः मल्टिपल् फार्म्स् न ऋकारः ह्रस्व ऋकारः भवेत् दीर्घः अपि भवेत् त्रिंशत् भेदाः सन्ति भेदाः सन्ति अतः ह्रस्वऋकारः एव अत्र उक्तम् इन् दिस् सूत्र only considers hrasva rakara not the dirgha rakara if you take the rkara atra pugagama na bhavati if you take the dhatu rkara in the dhatu pata it does not get pugagama pugagama happens only for the hrasva rakara tatkarana tapara akarasya yojanam rit then after that for pronunciation arti hri vli hri nyuyikshmayi okay sweekar okay okay okay na good logic yeah but this chandas and kimasti taparam taparakaranam that is mananam mananasya kim phalam asti iti bhasate very nice aham takshi I actually have each of the dhatus I have actually done the exercise step by step how the end root is derived I have taken both the Latlakara form and the Nijanta form, both forms I have. That is how I derived it. Aha, okay. Vayam to karishya maha, okay. Mandam mandam agre gachya maha. Prati kriyapadasya latlakara rupam vayam kakshya maha. Varge eva. My plan is there. Okay. So what I said was, what I have done is for these dhatus I have compared the batlakara form and what you are looking at puganta lagu upadasya both derivations have done side by side to show the difference upadesha dhatu and atideshika dhatu na ana upadesha atideshika upadeshika dhatu swikritya atideshika dhatu tadeva upadeshika dhatu atideshika dhatu so both the latlakara form as well as the nichpratyaya योजनेन किं भविष्यति पुकागमः कथं भवति वयं आल् आफ् याल् केन् ट्रै इट् औट् मन्दं यदा यदा वयम् अग्रे पठामः एतत् कार्यं तु वयं करिष्यामः एव पूर्वमेव प्राक्टिस् कर्तव्यं चेत् कुर्वन्तु तदा वर्गे अवगमनं किञ्चित् सरलतया भविष्यति ओके अतः अत्र धातु यदस्ति उपदेशावस्थायां यदस्ति तस्य प्रोसेसिङ्ग् लट्लकारे कुर्वन्तु तदनन्तरं निच् प्रत्ययस्य योजनेन कथं परिवर्तनं भवति तदपि कुर्वन्तु ओके तदा अवगमनं सम्यक् भविष्यति ओके ओके सर्वत्र सरलमेव निच् प्रत्ययस्य योजनं किन्तु न्यूयी श्वायि अत्र एव एक एकाधिकसूत्रम् आगच्छति चकारस्य लोपः ओके पश्यामः अग्रे ओके चलो ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः धन्यवादः शुभदिनं धन्यवादः धन्यवादः शुभदिनमहोदय भगिनि धन्यवादः धन्यवादः भगिनि